नमस्कारः. अस्माकं समासवर्गे सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अव्ययीभावसमासः इति. अयं विषयः आरब्धः गते सप्ताहे, अत्र किञ्चित् पुनः पश्यामः. अव्ययीभावसमासः च मेहुल् महोदय वदति वा, समासस्य अर्थः कः? एकनिमिषः भगिनि, अहम् एकनिमिषानन्तरं वक्तुं शक्नोति वा? अस्तु अस्तु अस्तु, चिन्ता नास्ति. तर्हि अत्र अधुना भगिनी वदतु, अव्ययीभावसमासः. अरुणा भगिनि, अरुणा वदामि. हा वदतु. अव्ययीभावसमासः, अत्र पूर्वपदम् अव्ययम् अस्ति, तदनन्तरं सुबन्तपदं भवति, तदेव अव्ययीभावः. अव्यय इति अर्थं त्रिषु लिङ्गेषु विभक्तिषु वचनेषु अपि परिवर्तनं न भवति अव्ययम्. समीचीनं, तदेव अत्र पदं समस्तपदं नपुंसकलिङ्गे लिङ्गं नास्ति, नपुंसकलिङ्गे एव अस्ति. अस्तु अस्तु, तर्हि अत्र एतावता अस्माभिः तत्पुरुषसमासः, द्वन्द्वसमासः, बहुव्रीहिसमासः एतेषां विषये अधीताः. अधुना अत्र अव्ययीभावसमासः इति अन्तिमसमासः. यथा भगिनी उक्तवती, तत्र पूर्वपदम् अव्ययं भवति, प्रायेण अव्ययं भवति. कुत्रचित् अव्ययं नास्ति चेदपि भवति, परन्तु प्रायेण अव्ययं भवति. उत्तरपदं सुबन्तं पदं भवति. यथा भगिनी उक्तवती, अव्ययं नाम यस्य परिवर्तनं न भवति त्रिषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु समानरूपं भवति, तदेव अव्ययम् इति वदामः. तर्हि अस्मिन् समासे पूर्वपदम् अव्ययमस्ति, उत्तरपदं सुबन्तं पदम् अस्ति. अपि च अयं समासः नित्यसमासः इत्युक्ते, अत्र एकवारं उदाहरणार्थम् उपकृष्णम् इत्युक्ते कृष्णस्य समीपम् इति विग्रहवाक्ये उपकृष्णम् इति समासः क्रियते चेत्, तदनन्तरं तत्र उपकृष्ण इति उपकृष्णम् इति स्वीकृत्य कृष्ण उप इति अथवा उपकृष्ण इति विग्रहवाक्यं न भवति, यतोहि तत्र तेन अर्थावगमनं न, अर्थबोधः न जायते. अतः तस्य स्पष्टीकरणार्थम् उप इत्यस्य स्थाने तत्र समीपार्थे समीपम् इति वदामः. समीपार्थे उप इति अव्ययस्य प्रयोगः. अतः अत्र उपकृष्णम् इति समस्तपदे इत्युक्ते कृष्णस्य समीपे उपकृष्णं सः तिष्ठति इति वाक्यं पश्यामः चेत्, कृष्णस्य समीपे तिष्ठति, समीपे तिष्ठति इति समीपस्य प्राधान्यं वर्तते. अतः वयं वक्तुं शक्नुमः अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यं, तस्य एव अन्वयः भवति क्रियया सह. अत्र अव्ययीभावसमासे पूर्वपदस्य प्राधान्यम्, अपि च अन्यः विषयः कः इति चेत्, सर्वदा अव्ययीभावसमासः अव्ययं भवति. समासानन्तरं यदा पदद्वयोः मेलनं भवति तदा समस्तपदं सर्वदा अव्ययं भवति. अतः त्रिषु लिङ्गेषु रूपाणि न भवन्ति, सामान्यतया तत्र एकमेव रूपं भवति. अपि च तत्र अव्ययीभावसमासः नपुंसकलिङ्गे भवति. भगिनि, अत्र कः प्रश्नः? अत्र विग्रहवाक्ये यत् भवती उक्तवती, समीपं कृष्णस्य समीपम् इति भवति उपकृष्ण इति उपकृष्णम् इत्यस्य उदाहरणे, तत्र वयं कथं जानीमः समीपम् इति आगच्छति? किमपि सूत्रमस्ति वा केवलं कथं जानीमः उप इति अव्ययम् इति वा? न, उप इति अव्ययः अस्ति चेत् समीपमिति पदं विग्रहवाक्ये अस्ति इति कथं जानीमः? इत्युक्ते तत्र वस्तुतः सूत्रे तु षोडशार्थाः उक्ताः, समीपार्थे, विभक्त्यर्थे इति भिन्नभिन्न अर्थाः उक्ताः सूत्रे. हा, तर्हि तत्र सामान्यतया तत्र अव्ययानां बहवः अर्थाः भवन्ति. परन्तु अस्य सूत्रस्य कृते समीपम् इति वदामः चेत् सामान्यतया उप इति अव्ययस्य एव प्रयोगः अस्ति. यथा वयं वदामः उपवासः अथवा उपन्यासः इति सामान्यप्रयोगाः सन्ति लोके. यथा तत्र उप इत्यस्य समीपार्थः अस्ति, अत्रापि तथैव. अत्र समीपार्थे इत्युक्ते उप इति अव्ययस्य प्रयोगः भवति. सूत्रं दृष्ट्वा वयं ज्ञातुं शक्नुमः तत्र समीपार्थे अपि समीपार्थे इत्युक्ते वस्तुतः सूत्रं बहु दीर्घम् अस्ति. अत्र अव्ययं विभक्त्यर्थे, समीपार्थे, समृद्ध्यर्थे, विरुद्ध्यर्थे, अर्थाभावार्थे, अत्ययार्थे, असम्प्रत्यार्थे, शब्दप्रादुर्भावार्थे इति षोडशार्थाः सन्ति. अपि च इतोपि अधिक अर्थाः अपि भवितुम् अर्हति. तत्र सूत्रस्य योगविभागः सर्वं क्रियते चेत् इतोपि अधिक अर्थाः भवितुम् अर्हति. परन्तु अस्माकं पुस्तके, अस्माकं गीतपूर्वप्रवेशपुस्तके केवलं पञ्चार्थाः एव दीयन्ते. अतः तस्मिन् विषये एव अधुना चिन्तयामः. अस्तु, एते एव सामान्यतया तत्र प्रसिद्ध उदाहरणानि इति वक्तुं शक्यते. किं भगिनी, भवती उक्तवती नपुंसकलिङ्गे एव अस्ति अव्ययविभावसमासः. सत्यं, नपुंसक स्वनपुंसकम् इति सूत्रमस्ति. अतः नपुंसकलिङ्गे इति चेत् यद्यपि अव्ययविभावसमासः नपुंसकलिङ्गे इति वदामः किमर्थम् इति चेत् तस्य प्रयोजनमस्ति. अत्र यद्यपि अव्ययम् अस्ति चेत् लिङ्गं किमपि नास्ति खलु. प्रश्नः अस्ति तत्र अव्ययं त्रिषु लिङ्गेषु अपि समानरूपम् एव भवति. तर्हि तत्र किमर्थं नपुंसकलिङ्गम् इति वदति इति चेत् तत्र तदर्थं सूत्रमस्ति. किमर्थं नपुंसकलिङ्गे इति स्थापयति पाणिनि इति चेत् तत्र तस्य प्रयोजनमस्ति. नपुंसकलिङ्गे यानि यानि कार्याणि भवन्ति तानि कार्याणि अत्रापि समस्तपदस्य निर्माणार्थं भवन्ति. अतः एव नपुंसकलिङ्गे इति स्थापितम्. अस्तु, तर्हि अत्र पश्यामः कथम् इति एकवारम् अत्र सूत्रं विना अपि कथं तत्र रूपं कथं साधयितुं शक्नुमः इति पश्यामः. तर्हि अत्र उदाहरणार्थम् उपकृष्णम् इति ज्ञातवन्तः. तर्हि सामीप्यार्थे उप इति अव्ययस्य प्रयोगः भवति. इत्युक्ते तत्र उपकृष्णं तिष्ठति इति चेत् कुत्र तिष्ठति इति चेत् समीपे तिष्ठति. इत्युक्ते समीपस्य क्रियया सह अन्वयः भवति. समीपे इत्यर्थे उप इत्यनेन बोध्यते समीपः इति. समीपः इत्यस्य अर्थः उप इति अव्ययेन बोध्यते. अतः उप इति अव्ययस्य प्रयोगः अस्ति. अपि च अत्र यदि अहं वदामि ग्रामस्य समीपे इति वदामि, तर्हि अत्र राजेन्द्रमहोदय भवानेव वदतु. ग्रामस्य समीपे, तर्हि समस्तपदं किं भवति? उपग्रामम्. हा, उपग्रामं, सत्यम्, उपग्रामम्. उपग्रामम् इति पदम् अव्ययं भवति. यद्यपि तत्र ग्रामम् इति नपुंसकलिङ्गं दृश्यते, परन्तु अव्ययम् अस्ति. अतः उपग्राममेव त्रिषु लिङ्गेषु अपि रूपाणि. तत्र अपवादः अस्ति, तद् अग्रे वदामि. अपि च तत्र लीलायाः समीपम् इति वदामि चेत् तत्र सावित्रीभगिनी वदतु लीलायाः समीपम्. लीलायाः वा? उपनीलं. लीला. उपलीलं, सत्यम्, उपलीलम्. इत्युक्ते तत्र लीला इति पदं लीला इति पदं स्त्रीलिङ्गे अस्ति, आकारान्तपदमस्ति. तर्हि अत्र लीलायाः समीपम् इति, समीपम् इत्यस्य स्थाने उप इति अव्ययम्, उपयोगः लीला इति अस्ति. लीला इति आकारान्तपदं, यत्र कुत्रापि अजन्तशब्दः अस्ति उत्तरपदे, उत्तरपदस्य अन्ते अजन्तशब्दः अस्ति, तस्य ह्रस्वत्वं भवति. प्रथमनियमः, ह्रस्वत्वं भवति. तर्हि अत्र लीला इति पदं लील इति भवति, ह्रस्वत्वं भूत्वा. तदनन्तरं तत्र अम् इति योजयामः. अतः उपलीलम् इति समासः आगतम्. अत्र एकम् उपशिक्षकम् इति वदामः, तर्हि तत्र शिक्षकस्य समीपं वा शिक्षिकायाः समीपं वा इति स्पष्टता न भवति वा? शिक्षकस्य समीपम् इति चेत् उपशिक्षकम् इति पदम्. उप शिक्षिकायाः चेत् उप, तदपि उपशिक्षि उपशिक्षिकम् उपशिक्षिकम् उपशिक्षिकं भवति. अस्तु. अनन्तरं अत्र अस्तु, अन्य के के सन्ति? पुष्पभगिनी पद्मा अस्मि, विलम्बे अस्तु अस्तु, चिन्ता नास्ति. पुष्पभगिनी पद्माभगिनी अस्तु अस्तु. अत्र पुष्पभगिनी भवती एव वदतु, उपग्रामम् विग्रहः वदतु. उप इदानीं उप सम्यक् न जानामि. हा, अत्र उप इति विग्रहवाक्ये उप इति न भवति, तत्र समीपार्थे इति उक्तं खलु. समीपार्थे, समीपग्राम, समीपग्राम, समीपे ग्रामस्य समीपं, ग्रामस्य समीपम् इति विग्रहः अस्ति चेत् तत्र समासः भवति उपग्रामम् इति अस्ति. ग्राम इति पदम् अकारान्तः एव अस्ति, तर्हि तस्य ह्रस्वत्वं भवति चेदपि तदेव भवति. तर्हि अम् इति योजयामः, यत्र कुत्रापि ह्रस्व अकारान्तपदम् अस्ति चेत् अम् इति योजयामः. उपग्रामम्, उपकृष्णम्, उपरामं, सर्वत्र यत्र ह्रस्वकारान्तः भवति तत्र अम् इति योजयामः. तर्हि तत्र अम् इति श्रूयते. तर्हि इदानीम् अत्र उपग्रामम् इति वदामि चेत् तत्र विभक्तिः किमपि नास्ति, अत्र द्वितीयविभक्तौ अस्ति इति न चिन्तनीयम्. नपुंसकलिङ्गे अस्ति, परन्तु अत्र अत्र द्वितीयविभक्तौ नास्ति. सर्वेषु विभक्त सर्वासु विभक्तिषु रूपं समानं भवति खलु. अस्तु अस्तु इति प्रथमम् अस्ति, समीपार्थे अस्ति. उपलता इदानीमेव उक्तं खलु, भवती श्रुतवती वा? न भगिनी, उपली वदतु सावित्री भगिनी. लीलायाः समीपं, समीपार्थे उपलीलं, तथा गीतायाः समीपम् उपगीतम्. इत्युक्ते यत्र अकारान्तशब्दः अस्ति प्रथमतया ह्रस्वः भवति, उत्तरपदम् अकारान्तः अस्ति खलु. उपयोगः लीला, लीला इति अकारान्तपदमस्ति. अकारान्तपदमस्ति चेत् प्रथमतया यः कोऽपि अजन्तशब्दः अस्ति चेत् ह्रस्वः भवति प्रथमतया, तर्हि उपलील इति भवति. तदनन्तरम् इदानीम् अदन्तम् अस्ति, ह्रस्वकारान्तम् अस्ति, लील इति ह्रस्वकारान्तम्. अतः अत्र अम् इति योजयामः, उपलीलम् इति समासः. अस्तु, किम् अत्र भवती उक्तवती अव्ययीपदसमासः समस्तपदं सर्वे विभक्तेषु समान एव भवति इति एव सामान्यतया तत्र उक्तवती. तत्र अपवादः गते सप्ताहे अपि उक्तवती खलु. तद् तदिदानीं वदामि, तदिदानीं वदामि. तत्र यद्यपि तत्र उपकृष्णम् इति यदि अत्र कृष्णस्य समीपम् इति विग्रहः अस्ति, तत्र उपकृष्णम् इति समासः अस्ति. सामान्य तत्र सर्वे सर्वासु विभक्तिषु समानमेव भवति, परन्तु तृतीयाविभक्तौ सप्तमविभक्तौ वैकल्पिकरूपमपि भवति. तृतीयविभक्तौ सप्तमविभक्तौ वैकल्पिकरूपम् इत्युक्ते तत्र सामान्यविभक्त्यन्तरूपं यदा भवति, उपकृष्णं कृष्ण इति अकारान्तपदम् अस्ति खलु, तत्र तृतीयविभक्तौ कथं भवति रूपं? नेहल् महोदय वदतु. उपकृष्णेन, हा उपकृष्णेन इति एकं रूपं, विकल्पेन उपकृष्णम् इति अपि भवति. एवमेव सप्तमविभक्तौ उपकृष्णे इति, उपकृष्णे इति अपि भवति, नो चेत् उपकृष्णम् इति अपि विकल्पेन रूपं भवति. एवमेव अत्र द्विवचने बहुवचने अपि सप्तमविभक्तौ तृतीयविभक्तौ वैकल्पिकसामान्यरूपम् अपि भवति इति विशेषः. अपि च पञ्चमी विभक्तौ, यत्र पञ्चमी विभक्तिः अस्ति तत्र सामान्यरूपमेव भवति. तत्र अम् किम् अम् इति किमपि न भवति, उपकृष्णमिति रूपं नास्ति तत्र पञ्चमीविभक्तौ. तर्हि अत्र पञ्चमीविभक्तौ रूपं कथं भवति? उपकृष्णात्, हा उपकृष्णात्. अनन्तरं द्विवचने उपकृष्णयोः, उपकृष्णाभ्यां न उपकृष्ण किम् अत्र पञ्चमी विभक्तौ उक्तवान् खलु, उपकृष्णात् इति उक्तवान् द्विवचने. उपकृष्णाभ्याम् बहुवचने उपकृष्णभ्यो उपकृष्ण कृष्णेभ्यः रामेभ्यः खलु उपकृष्णेभ्यः हा इत्युक्ते पञ्चमी विभक्तौ सामान्यरूपमेव उपकृष्णात् उपकृष्णाभ्याम् उपकृष्णेभ्यः इति सामान्यरूपं यथा भवति अकारान्तपदमस्ति चेत् यथा रूपं भवति सामान्यतया तथा भवति पुल्लिङ्गे नपुंसकलिङ्गे यथा रूपं भवति तथा भवति पञ्चमीविभक्तौ पञ्चमीविभक्तौ अम् इति किमपि नास्ति तृतीयाविभक्तौ वैकल्पिकमस्ति उपकृष्णम् इत्यपि स्म इत्यपि वक्तुं शक्यते नो चेत् उपकृष्णेन इति वक्तुं शक्यते एवमेव सप्तमीविभक्तौ अपि उपकृष्णम् इति वक्तुं शक्यते अथवा उपकृष्णे इति सामान्यविभक्त्यन्तरूपमपि वक्तुं शक्नुमः तत्र वैकल्पिकम् अस्ति परन्तु पञ्चमीविभक्तौ सामान्यरूपम् एव इति विशेषः कृष्ण एव वदनं कृष्णे उपकृष्णे न वदनं उपकृष्णे इति सप्तविभक्तौ वैकल्पिकरूपम् अस्ति उपकृष्णे इति अपि वक्तुं शक्यते उपकृष्णम् इति अपि वक्तुं शक्यते भगिनि बहुवचने द्विवचने अपि उपकृष्ण विकल्पेन भवति सत्यं सत्यम् उपकृष्ण तृतीयविभक्तौ बहुवचने एकवचने सर्वत्र तृतीयविभक्तौ तत्र सर्वेषु वचनेषु सप्तमीविभक्तौ सर्वेषु वचनेषु विकल्पेन भवति पञ्चमीविभक्तौ सर्वेषु वचनेषु एकमेव रूपं सामान्यरूपं सामान्यविभक्त्यन्तरूपम् अन्याविभक्त्यां चतुर्थी द्वितीया षष्ठी तत्र केवलम् उपकृष्णमी सत्यं सत्यम् अहम् एकम् उदाहरणं प्रेषितवती मम ई पत्रे सर्वे कृपया पश्यन्तु तत्र गते सप्ताहे अपि प्रेषितवती यः अपि प्रेषितवती मम ई पत्रे उदाहरणमस्ति प्रत्येकम् इत्यस्मिन् विषये उदाहरणमस्ति तत्र रूपाणि अपि प्रदर्शितवती दृष्टवन्तः वा कोऽपि कोऽपि दृष्टवान् वा दृष्टवती वा हा अत्र कृपया पश्यन्तु तत्र उप अत्र उक्तवती अत्र हा अत्र कथं भवति इति रूपाणि तत्र प्रथमविभक्तौ एकवचने कथं भवति इति रूपाणि उक्तवती तथैव तत्र द्विवचने बहुवचने अपि तथैव भवन्ति प्रत्येकम् इति रूपम् अत्र प्रसिद्धरूपम् इति कृत्वा उक्तवती अपि च तत्र उपकृष्णम् उपशालं प्रत्येकं प्रतिवृक्षम् इत्यादिषु अकारान्तेषु अव्ययेषु पञ्चमीविभक्तिरूपं नित्यं भवति तृतीयसप्तम्योः विकल्पेन अतः अत्र उक्तवती प्रत्येकस्य बालकस्य इति प्रयोगः कथमस्ति प्रत्येकस्य बालकस्य इति रूपं समीचीनं वा किं वक्तव्यं प्रत्येकं बालकस्य यतोहि षष्टिविभक्तौ तत्र प्रत्येकम् इत्येव रूपम् अव्ययमस्ति अतः प्रत्येकस्य इति प्रत्येकस्य बालकस्य इति असाधु प्रयोगः अस्ति अतः प्रत्येकं बालकस्य यदि अत्र प्रत्येकस्मिन् वर्गे अयं विषयः चर्चितः इति वदामि चेत् तत्र समीचीनमस्ति प्रत्येकस्मिन् इति सप्तमी विभक्तौ अस्ति अथवा प्रत्येकं वर्गे इति अपि वक्तुं शक्यते तत्र समीचीनमस्ति परन्तु षष्टिविभक्तिः यत्र अस्ति अथवा द्वितीयविभक्तिः अस्ति द्वितीयविभक्तौ प्रायः यत्र बहुवचनमस्ति तत्र प्रत्येकान् बालकान् इति असाधु प्रयोगः अस्ति प्रत्येकं बालकान् इत्येव इति तत्र स्मर्तव्यम् अस्तु इति अत्र प्रश्नः अस्ति अत्र भवती उक्तवती यथा लीलायाः समीपं तत्र उपलीलाम् अत्र उपलीलं यथा अजन्त उपलीलम् उपलीलं परन्तु अत्र लील शब्दस्य अन्ते ह्रस्वकारः अस्ति अनन्तरम् अं योजयामः तत्र दीर्घतं न भवति वा अथवा किञ्चित् अतोगुणे कोऽपि सूत्रं कार्यं करोति न न अतोगुणे किमपि नास्ति तत्र लीला इति प्रातिपदिकमस्ति उत्तरपदं लीला इति प्रातिपदिकमस्ति प्रथमतया तत्र ह्रस्वस्य नपुंसकलिङ्गे तत्र समासः नपुंसकलिङ्गे भवति खलु अतः समासस्य अन्ते ह्रस्वत्वं भवति अजन्तशब्दः अस्ति चेत् ह्रस्वः भवति अतः उपलील इति अकारान्तः भवति इदानीं ह्रस्वः भूत्वा अकारान्तः अस्ति इति कृत्वा इदानीम् अम् इति योजयामः अतः उपलीलम् स्पष्टं वा महोदय अन्ते यः ह्रस्वकारः अस्ति वर्णस्य तत् अनन्तरम् अम् आगच्छति तत् अकारः मिलित्वा तत्र अमीपूर्वः इति अन्यत् सूत्रमस्ति, अतो गुणे नास्ति, अमीपूर्वः इति अन्यत् सूत्रमस्ति. तेन सूत्रेण तत्र अकः सवर्णे दीर्घः बाधितः भवति. अस्तु, तर्हि अत्र प्रथमः अर्थः दृष्टः समीपार्थे इति. अस्तु, अत्र पूर्णेन्दु महोदय अवगम्यते वा यदुक्तम्? पूर्णेन्दु महोदय अस्ति वा? हा अस् अत्र कृष्णस्य समीपम् इत्यस्य समासः कः? उपकृष्णम्. हा, अवगम्यते खलु कथम् आगतमिति? इत्युक्ते तत्र प्रक्रिया कथं भवति? समीपम् इत्यस्य स्थाने अत्र कः किम् अव्ययम्? समीपार्थे उप इति अव्ययम् अस्ति. अत्र समानतया समासे पद यत्र पदद्वयम् अस्ति तत्र तयोः मेलनेन समासः भवति खलु. तर्हि अत्र विग्रहमस्ति समीप कृष्णस्य समीपम् इति अस्ति, पदद्वयं वर्तते कृष्ण अपि च समीपम् इति पदद्वयं, तयोः मेलनेन समासः भवति. सामान्यतया द्वयोः पदयोः अपि तयोः उपस्थितिः भवति समासे. यथा सीतायाः पतिः इति विग्रहवाक्यमस्ति चेत् तत्र सीतापतिः इति समासः भवति. सीता इति पूर्वपदं, पति इति उत्तरपदं, तयोः मेलनेन सीतापतिः इति समासः भवति. परन्तु अत्र अव्ययीभावसमासे कृष्णस्य समीपम् इति वदामि चेत् अत्र कृष्णसमीपम् इति समासः न भवति, परन्तु समीपम् इत्यस्य तस्मिन् अर्थे यत् अव्ययम् अस्ति तस्य प्रयोगः भवति. अतः समीपार्थे तत्र कृष्णस्य समीपम् इति वदामः चेत् तत्र समीपार्थे उप इति अव्ययस्य प्रयोगः भवति, अतः उपकृष्णम् इति समासः भवति. अवगतम्? अस्तु, तर्हि अत्र प्रथमः अर्थः दृष्टः. अधुना द्वितीयः अर्थः कः इति चेत् अत्र अनु इति अव्ययस्य प्रयोगः कदा भवति इति चेत् योग्यार्थे, यत्र योग्यार्थे अथवा पश्चात् इत्यस्मिन् अर्थे अपि भवति. पश्चात् इति अर्थे तर्हि अर्थद्वयं भवति अनु इति शब्दस्य, अनु इति अव्ययस्य. यदि अहं वदामि रूपस्य योग्यं, रूपस्य योग्यम् इति विग्रहः अस्ति चेत् तत्र योग्यम् इत्यस्य इति योग्यम् इति अर्थं व्यक्तीकर्तुम् अनु इति अव्ययस्य प्रयोगः भवति. अतः अनुरूप अम् इति योजयामः, अनुरूपम् इति शब्दः, अनुरूपम् इति समस्तपदम्. अत्रापि समानरीत्या प्रक्रिया अस्ति, अनुरूपम्. अपि च अत्र अनु इति अव्ययस्य पश्चात् इत्यपि अर्थः अस्ति. भगिनि, अनुरूपम् इत्यस्य विग्रहवाक्यं वदतु भगिनि एकवारं. पुस्तके अस्ति खलु रूपस्य योग्यम्, अत्र अधोभागे अस्ति रूपस्य योग्यं, योग्यार्थे इति अस्ति खलु. पृष्ठसङ्ख्या अस्ति 145, पञ्चचत्वारिंशत् अधिक एकशतम्. अस्मिन् पृष्ठे योग्यार्थे रूपस्य योग्यम् अत्र पश्यति मध्ये अस्ति, अत्र अर्थाः दत्ताः. तत्र योग्यार्थे रूपस्य योग्यम् अनुरूपम् इति अस्ति. अनु इति अव्ययस्य अर्थद्वयं वर्तते, एकमस्ति योग्यम् इति, अपि च अन्यः अर्थः अस्ति पश्चात् इति. तत्र पश्चात् इत्युक्ते रामस्य पश्चात् भरतः जातः इति वदामि चेत् रामस्य पश्चात् तस्य पश्चात् इत्यस्य अनु इति अव्ययस्य प्रयोगः भवति. अतः अनुरामं भरतः जातः, अनुबलरामं कृष्णः जातः इति तादृशं वयं कर्तुं शक्नुमः. इत्युक्ते पश्चात् इत्यस्मिन् अर्थे, अथवा अनुयुधिष्ठिरं भीमः जातः इति तादृशं वक्तुं शक्यते. अपि च गुणस्य योग्यम् इति वदामि चेत् तत्र मेहुल् महोदय वदतु गुणस्य योग्यम्. गुणस्य योग्यम् अनुगुणम्. हा, अनुगुणम् इति समासः, गुणस्य योग्यम् अनुगुणम्. अस्तु, समीचीनं. तर्हि अग्रे अत्र पश्चात् रामस्य पश्चात् इत्युक्ते सः इति अर्थः नास्ति, रामस्य अनन्तरम् इति, रामस्य अनन्तरं पश्चात् इत्युक्ते अनन्तरं, हा. अपि च उपरि समीपार्थे शम्भोः समीपम् उपशम्भुम् एव वा उकारान्ते? उपशम्भुं नास्ति, अत्र उदाहरणद्वयमस्ति, शम्भोः समीपं, तर्हि तत्र शम्भोः इत्यस्य प्रातिपदिकं किम्? उकारान्त पुल्लिङ्ग, सत्यं, शम्भु इति अस्ति, तर्हि शम्भु इति तत्र ह्रस्वः एव अस्ति, अतः ह्रस्वः एव भवति, तत्र अदन्तं नास्ति खलु, ह्रस्वकारान्तं नास्ति, अतः अं न योजयामः. अतः उपशम्भु एव, तत्र विसर्गः किमपि नास्ति, पुल्लिङ्गे न भवति, अव्ययमस्ति, अतः विसर्गः किमपि नास्ति, अतः उपशम्भुः इति न वक्तव्यम्, उपशम्भु एव, अदन्तः नास्ति इति. अपि च अत्र अन्यत् उदाहरणमस्ति, तत्र पद्माभगिनी वदतु राधायाः समीपं, तत्तु पठितवान्, हा पद्माभगिनी वदतु, धन्यवादः भगिनी, पद्माभगिनी वदतु. उपराधं कथमागतं प्रातिपदिकं किं? राधायाः समीपं, राधायाः समीपं, तत्र समस्तपदे कथं भवति? उपराधम्, उपराधं समीचीनं, राधा इति आकारान्तपदमस्ति खलु, केवलं पद्मभगिनी वदति, वदतु. राधायाः समीपं, तदवगतं, समासः कथं भवति तत्र? राधा इति अकारान्तपदमस्ति खलु, किमुक्तं, नियमः कः? अत्र ह्रस्व अकारम् आगच्छति, तदनन्तरं अम् आगच्छति, सत्यं सत्यं, समीचीनं समीचीनं, राधा इति आकारान्तपदम् अतः ह्रस्वः भवति, उपराध इति भवति, तदनन्तरम् अम् इति योजयामः, उपराधम्, उपराधं, समीचीनं. तर्हि अत्र अनु इति दृष्टं, तत्र पुस्तके एकमेव उदाहरणमस्ति अनुरूपम् इति, तत्र अग्रे पठामः. अनन्तरम् अत्र अर्थाभावार्थे, अर्थाभावार्थे इत्युक्ते तत्र अर्थाभावार्थे इत्युक्ते अभावार्थे, अर्थस्य अभावः, अभावार्थे अव्ययं किम् इति चेत् निर् इति अव्ययमस्ति, निर् अभावार्थे निर् इति अव्ययमस्ति. तर्हि अत्र मक्षिकाणाम् अभावः, मक्षिकाणाम् अभावः, मक्षिका इति अकारान्तपदमस्ति, तर्हि मक्षिकाणाम् अभावः, अभावः इत्यस्मिन् अर्थे निर् इति अव्ययस्य प्रयोगः, अतः निर् मक्षिका इति अस्ति. तदनन्तरम् अत्र पुष्पभगिनी वदतु, निर् मक्षिका अधुना किं भवति? पुष्पभगिनी भगिनि, मक्षिकाणाम् अभावः, अभावार्थे, अर्थाभावार्थे, तत्तु अत्र अभावः अस्ति, मक्षिका इत्यस्य अभावः अस्ति इति. कथं समासः कथं भवति? मक्षिका इति कीदृशपदं? मक्षिका अकार, ह्रस्व अकार, न ह्रस्वकारः नास्ति खलु, मक्षिका, मक्षिका, परन्तु अत्र आकारः अस्ति चेत् अपि अम् आगच्छति, न न, अत्र प्रथमतया ह्रस्वः भवति खलु, आकारान्त, यः कोऽपि अजन्तशब्दः अस्ति, अच्वर्णः यस्य अन्ते अस्ति, तस्य ह्रस्वत्वं भवति प्रथमतया, ह्रस्वत्वं भवति, तदनन्तरं तत्र तदनन्तरम् अदन्तम् अस्ति चेत् अम् इति योजयामः, अतः अदन्तमस्ति, निर्मक्षिकं, निर्मक्षिका इति अस्ति, तत्र ह्रस्वत्वं भवति उत्तरपदस्य, तर्हि निर्मक्षिका इति अस्ति, इदानीम् अदन्तमस्ति, अतः अम् योजयामः निर्मक्षिकम् इति समस्तपदम् अस्तु अस्तु अत्र राजेन्द्रमहोदय वदतु नद्याः समीपं नद्याः समीपम् अत्र उपनदी किञ्चित् प्रदर्शयतु अत्र किम् अस्ति इकारात् इकारात् शब्दः अस्ति नदी नद्याः समीपम् अत्र श्रुतं भवति परन्तु श्रुतं भवति तथा न भवति उपनदी अत्र किमपि न भवति अकारात् पदं नास्ति तत्कारणात् अत्र अहं न योजयामः अत्र तर्हि समासः कः किं भगिनि क्षम्यतां समस्तपदं किम् उपनदी तदेव अत्र नियमः कः इति चेत् यत्र अजन्तशब्दः अस्ति अच् अन्ते यस्य अस्ति चेत् तत्र ह्रस्वः भवति प्रथमतया तर्हि नदी इति दीर्घ इकारान्तपदमस्ति खलु दीर्घ इकारान्तप्रातिपदिकमस्ति अतः तस्य ह्रस्वत्वं भवति अतः नदी इति ह्रस्व इकारान्तः भवति अधुना इकारान्तः अस्ति अतः तत्र अम् किमपि न योजयामः यतोहि अदन्तम् अस्ति चेदेव अम् अतः उपनदी इत्येव समासः श्रुतं भवति हा ह्रस्वत्वं यः कोऽपि अच्वर्णः अस्ति ह्रस्वत्वं तु भवति तर्हि उपनदी इति समासः अस्तु अधुना अत्र समीपार्थे अपि दृष्टम् अपि च अर्थभावार्थे अपि दृष्टं निर्विति अव्ययस्य प्रयोगः योग्यार्थे अनु इत्यस्य अव्ययस्य प्रयोगः तदपि दृष्टम् अधुना ततः अग्रे विभक्त्यर्थे इत्युक्ते अत्र विभक्त्यर्थे अव्ययमस्ति अधि इति अव्ययम् अधि इति सप्तम्यर्थे अस्ति अधि इत्युक्ते अधिकरणार्थे अस्ति अधिकरणम् अधिकरणार्थे अस्ति तर्हि हरौ इति समासः अस्ति चेत् हरौ इति समासः अस्ति चेत् अधिहरि अधिहरि इति समासः अधिहरि इति समासः हरि इति ह्रस्व इकारान्तपदमेव अतः ह्रस्वं ह्रस्वः भवति चेदपि ह्रस्व इकारः एव भवति तदनन्तरम् अन्यत् किमपि नास्ति अतः अधिहरि इति समासः हरौ इति अधिकारी भगिनि अधिकारी तद् भिन्नं पदमस्ति भगिनि अधिकारी इति इनन्तशब्दः अस्ति अधिकारी तत्र विभक्तिः अस्ति खलु अत्र अव्ययम् अधिहरि इति अव्ययम् अस्तु भगिनि एकः प्रश्नः अभि उप अव्ययमस्ति वा अभिरामम् अभि अपि अव्ययमेव अस्ति इदानीम् अभि इति अव्ययं मास्तु अत्र अस्माकं पुरतः पञ्च अथवा षड् अर्थाः एव सन्ति तस्मिन्नेव विषये चिन्तयामः अभि अपि अव्ययमेव सत्यम् अभि इत्युक्ते तत्र अभिमुखम् इति अर्थः अभि इत्युक्ते मम पुरतः अभिरामम् इत्युक्ते मम पुरतः इति अर्थः तदिदानीं मास्तु तत्र विभक्त्यर्थे अधि इति अव्ययस्य प्रयोगः अधिकरणार्थे एवमेव आत्मनि इति अत्र सावित्री भगिनी वदतु आत्मनि इति सावित्री भगिनी आम् आम् आत्मनि इति अध्यात्मम् अधि इति अव्ययस्य प्रयोगः सप्तमी विभक्त्यर्थे प्रयोगः भवति आत्मानम् उद्दिश्य अतः आत्मनि इति अर्थे सप्तमी विभक्तिप्रयोगः करणीयः तर्हि अध्यात्मम् इति उत्तरपदस्य प्रातिपदिकं किम् आत्मन् आत्मा इति शब्दः क्षम्यता न आत्मन् सम्यक् आत्मनेव आत्मनिति प्रातिपदिकम् आत्मनिति प्रातिपदिकमस्ति तत्र नकारस्य लोपः भवति अतः अकारान्तम् अस्वकारान्तम् अस्ति इति कारणात् अम् इति अदन्तः अभवत् इति अम् इति रूपं भवति सः अधि आत्मा अध्यात्मम् इति तत्र मध्ये सन्धिः भवति खलु अधियोगः आत्मा अधियोगः आत्मन् इति अस्ति अधियोगः आत्मन् तत्र नकारान्तपदमस्ति चेत् नकारस्य लोपः भवति समासे अतः तत्र अधि आत्मा इति अधुना ह्रस्वकारान्तः अस्ति अतः अम् इति योजयामः अपि च मध्ये सन्धिः अस्ति कीदृशसन्धिः यण् सन्धिः अधि इत्यस्य इकारस्य स्थाने यकारः यतोहि अनन्तरम् अकारः अस्ति आत्मा इत्यस्य अकारः अकारः अतः अध्यात्मम् इति रूपम् इति तत्र अधीत्य इति पदस्य किमपि अर्थः अस्ति वा तत्र अधिकरणम् अधिकर्य हरौ वसति इति हरौ वसति वयं सर्वे हरौ वसामः अस्माकम् अधिकरणम् अस्ति हरौ हरि हरिः इति अधिकरणात् तदेव आत्मन् आत्मम् इति अध्यात्मम् इत्युक्ते आत्मनि इति आत्मा एव अधिकरणमस्ति सर्वस्य लोकस्य अधिकरणम् आत्मा अधिभूतमपि किम् अधिभूतम् अधिभूतम् इति वा विग्रहः कथं भवति भूते इति खलु अस्तु अस्तु समीचीनं तर्हि अत्र अन्तिम अर्थः अत्र दत्तमस्ति पदार्थ अनतिवृत्त्यर्थे इति अस्ति अनतिवृत्त्यर्थे पदार्थ अनतिवृत्त्यर्थे इत्युक्ते तत्र शक्तिम् अनतिक्रम्य इत्युक्ते नाट् एक्सीडिङ्ग् वन्स् एबिलिटीस् शक्तिम् अनतिक्रम्य तर्हि अत्र अनतिक्रम्य इत्यस्मिन् अर्थे यथा इति अव्ययस्य प्रयोगः भवति यथा तर्हि शक्तिम् अनतिक्रम्य इत्यनेन यथा शक्ति इति अस्ति शक्ति इति इकारान्तपदम् अस्ति ह्रस्वः एव अस्ति अतः अन्यत् किमपि नास्ति तथा अतः यथाशक्ति इत्येव तत्र विसर्गः किमपि नास्ति विभक्तेः लोपः भवति अव्ययीभावसमासे यत्र कुत्रापि अव्ययमस्ति तत्र विभक्तिः न भवति विभक्तेः लोपः भवति अतः यथाशक्ति इति पदम् अनतिक्रम्य इत्युक्ते नाट् एक्सीडिङ्ग् शक्तिम् अनतिक्रम्य अतः यथाशक्ति अपि च तत्र बलम् अनतिक्रम्य अधुना अरुणा भगिनी वदतु यथा बलं किं भवति कथं भवति पदार्थ बलं नपुंसकलिङ्गशब्द एव प्रातिपदिकं किं यथा बलं प्रातिपदिकं बल बल इति अकारान्तपदमस्ति अकारान्तप्रातिपदिकम् अस्ति नपुंसकलिङ्गशब्दः हा नपुंसकलिङ्गशब्दः अत्र तु यथा बल इति अस्ति तत्र समस्तपदस्य नपुंसकलिङ्गता भवति अधुना ह्रस्वकारान्तः अस्ति अतः अम् इति योजयामः खलु यथा बलम् इति अस्ति यथा प्रातिपदिकं बल अत्र ह्रस्वकारः अस्ति ततः अम् आगच्छति सत्यं अस्तु अत्र अन्यः अर्थः अपि एकः अर्थः अस्ति प्रसिद्धः अस्ति अतः वदामि प्रसिद्धः अस्ति सर्वत्र वयं पश्यामः यथा अत्र गृहं प्रति प्रतिगृहम् इति वदामः खलु प्रतिगृहम् अथवा एकं प्रत्येकम् इति बहु प्रसिद्धः अस्ति अतः वीप्सार्थे इति वदामः वीप्सार्थे नाम रेपिटिशन् यत्र रेपिटिशन् अस्ति तस्मिन् अर्थे अत्र प्रति इति अव्ययस्य प्रयोगः अस्ति अतः अर्थं प्रति इति रेपिटिशन् यत्र अस्ति तत्र प्रति इत्यस्य अव्ययस्य प्रयोगः अतः प्रतियोगः अर्थ इति अस्ति अर्थ इति ह्रस्वकारान्तः अतः अम् इति आगच्छति अपि च प्रति इत्यस्य इकारस्य यण् सन्धिः भूत्वा प्रत्यर्थम् इति समासः अस्तु अस्तु तर्हि अधुना अत्र पुस्तकात् पठामः अत्र पूर्णेन्दुमहोदय पठति वा अव्ययीभावसमासः इति आरभ्य पुस्तके अव्ययीभावसमासः एतानि उदाहरणानि परिशीलयत उपकृष्णं गोपाः विलसन्ति छात्रः यथा महोदय अत्र कथं कुर्मः इति चेत् प्रथमं वाक्यम् अत्र पठति तदनन्तरम् अधोभागे विग्रहवाक्यमस्ति, तदपि पठतु. कृष्णस्य समीपम् उपकृष्णं, तद् पठतु. उपकृष्णं गोपाः विलसन्ति. उपकृष्णं कृष्णस्य समीपम् उपकृष्णम् कथं भवति इति एकवारं वदतु. उपकृष्णम् इति कथम् आगतम्? उपकृष्णम् इति समस्तपदं, तस्य विग्रहवाक्यं भवति कृष्णस्य समीपं. समीपार्थे उप इति अभ्यपदस्य प्रयोगः अत्र अस्ति. अनन्तरं कृष्ण अकारान्तपुल्लिङ्गशब्दः, तस्य ह्रस्वकारान्तशब्दः इति कारणेन आम् इति आं योजयामः. उपकृष्णमिति समस्तपदं निष्पद्यते. सत्यं सत्यं, बहु समीचीनं महोदय, बहु सम्यक्. उपकृष्णम् इति अव्ययमस्ति, अधुना अव्ययमस्ति इति कृत्वा तत्र यथा उक्तं सर्वेषु सर्वासु विभक्तिषु रूपं समानं भवति, केवलं तृतीयविभक्तौ सप्तमविभक्तौ वैकल्पिकरूपं भवति, सामान्यविभक्त्यन्तरूपमपि भवति. अतः उपकृष्णम् इति भवति, नो चेत् उपकृष्णेन इत्यपि भवितुमर्हति. तृतीयविभक्तौ द्विवचने बहुवचने सर्वत्र यथा सामान्यरूपम् अस्ति, तदपि वैकल्पिकरूपं भवति. अपि च सप्तमविभक्तौ अपि तथैव, उपकृष्णम् अथवा उपकृष्णे इत्यपि वैकल्पिकरूपं भवति. पञ्चमी विभक्तौ तु सामान्यरूपमेव भवति, उपकृष्णात् इति एव भवति, उपकृष्णम् इति न भवति. अस्तु अस्तु, तर्हि अग्रे अग्रिममपि पठतु महोदय. छात्रः यथाशक्ति अध्ययनं करोति. अत्र यथाशक्ति, शक्तिम् अनतिक्रम्य यथाशक्ति, अनतिक्रम्य इति अर्थे यथा इति अभ्यासस्य प्रयोगम् अस्ति. अतः शक्तिम् अनतिक्रम्य यथा शक्ति, अत्र उत्तरपदम् अस्ति शक्ति, तत्तु ह्रस्व इकारान्त पदं, तत्र ह्रस्वत्व एव अस्ति इति कारणेन किमपि परिवर्तनं न भवति. समस्तपदं यथाशक्ति इति. सत्यं सत्यं, समीचीनं, सत्यं समीचीनं समीचीनं, सम्यक् अस्ति. अस्तु अग्रे का पठति अत्र? मेहुल् महोदय अग्रे पठतु. अस्तु, वस्तूनां मूल्यं प्रतिदिनं वर्धते. अत्र प्रतिदिनम् इति अव्ययीभावसमासः भवति अस्ति. प्रतिदिनम् इति वयम् अधुना एव दृष्टवन्तः. प्रति इति तत्र पदमस्ति, अतः विप्सार्थे रिपिटिशन् इत्यर्थे अस्ति. प्रतिदिनं दिनं दिनं दिनं प्रति इति विग्रहवाक्यं भवति, अतः प्रतिदिनम् इति समस्तपदं भवति. अत्र दिनम् इति एव प्रातिपदिक, दिन इव प्रातिपदिकम्, अतः तत्र अदन्तम् अस्ति, अतः तस्य तत्र कोऽपि ह्रस्वत्वं न भवति, परन्तु अदन्तम् अस्ति, अतः अम् इति योजयामः, अतः प्रतिदिनम् इति समस्तपदम्. अस्तु समीचीनं. तत्र अत्र तु पुस्तके दिने दिने इति दत्तमस्ति, सामान्यतया दिनं दिनम् इति एव पश्यामः. दिनं दिनं प्रतिदिनम् इति, दिनं दिनम् इत्युक्ते प्रत्येकस्मिन् दिने इत्यस्मिन् अर्थे. अस्तु अस्तु अस्तु, समीचीनम्. अग्रिमं करोतु. अग्रिमम्, अभ्यागताः अधिमञ्चं विराजन्ते. अधिमञ्चम् इति अव्ययीभावसमासः भवति. अत्र विभक्त्यर्थे इति अस्ति, अधि इति पदम् अस्ति, अतः वयं जानीमः विभक्त्यर्थे अव्ययीभावसमासः अस्ति. अधिमञ्चं, मञ्चं, मञ्च इति प्रातिपदिकम्, अतः मञ्च इत्यस्य मञ्चम् इति नपुंसकलिङ्गपदं, तस्य सप्तमी विभक्त्यन्तं रूपमस्ति मञ्चे, अतः मञ्चे इति विग्रहवाक्यम् अधिमञ्चम् इति समस्तपदं. सत्यं. क्षम्यतां भगिनि, उपरि प्रतिदिनम् इति वयं सप्तमी अध्याये अपि स्वीकर्तुं शक्नुमः वा? यदि सप्तमी अध्याये वक्तव्यं दिने दिने प्रतिदिनम् सप्तमे अध्याये वदामः तर्हि सप्तमी विभक्तौ इत्युक्ते सप्तमे अर्थे न भवति भगिनि, दिने दिने प्रतिदिनम् इति न भवति. किमर्थं चेत् प्रति इति शब्दस्य योगे सर्वदा द्वितीया एव भवति खलु, प्रतिशब्दस्य योगे द्वितीया भवति. उपशब्दस्य वयम् ओके इति कृत्वा तत्र सर्वत्र दिनं दिनम् इति एव दृष्टवती. अत्र अस्मिन् पुस्तके किमर्थं दिने दिने इति दत्तम् इति न जानामि, परन्तु सर्वत्र पश्यामः चेत् सामान्यतया दिनं दिनं प्रति दिनं दिनं प्रति इति प्रति इति शब्दः अस्ति चेत् सामान्यतया तत्र उपपदविभक्तिः भवति खलु, प्रतिशब्दस्य योगे द्वितीया विभक्तिः भवति. अतः दिनं दिनं प्रति प्रतिदिनम् अस्तु अस्तु समीचीनम्. अग्रे पुष्पा भगिनी वदतु. अस्तु भगिनि, अधिमञ्चम् आगच्छति. वरः अनुरूपां कन्यां परिणयति, रूपस्य योग्याम् अनुरूपाम् अनुरूपाम् अनुरूपाम् अत्र आकारः अस्ति. हा, अत्र अनुरूपम् इति कथं भवति इति न जानामि भगिनि. अत्र अनुरूपम् इति एव भवेत्, रूपस्य योग्यम् अनुरूपं, वरः अनुरूपं कन्यां परिणयति इति भवेत्. अत्र किमर्थम् अनुरूपाम् इति दत्तम्? अनुरूपाम् इति अस्ति चेत् तत्र बहुव्रीहिसमासः, रूपाम् इति आकारान्त, अत्र द्वितीयविभक्तौ दत्तमस्ति. अत्र वस्तुतः वरः अनुरूपां कन्यां परिणयति इति अनुरूपम् इति बहुव्रीहिसमासः अस्ति, परन्तु अस्माकं वाक्यं कथं भवेत् इति चेत् वरः अनुरूपं कन्यां परिणयति इति एव भवेत्. अत्र कन्यां कन्यां कन्या इति अस्ति, तथैव अनुरूपाम् इति वदति. तत्र बहुव्रीहिसमासः अस्ति, बहुव्रीहिसमासः अस्ति चेत् तत्र विशेषणं विशेष्यम् अनुसृत्य भवति. अतः कन्याम् इति आकारान्तं द्वितीयविभक्तौ अस्ति इति कृत्वा अनुरूपाम् इति अस्ति. तर्हि तत्र विग्रहवाक्यं भिन्नरीत्या भवति बहुव्रीहिसमासे, परन्तु यथा अत्र अधोभागे दत्तमस्ति रूपस्य योग्यम् अनुरूपम् इति, तथा भवति अव्ययीभावसमासः. अतः वरः अनुरूपं कन्यां परिणयति इत्येव भवेत्. अनुरूपं कन्याम् अनुरूपम् एव अनुरूपमेव अनुरूपाम् इति नास्ति. तत्र प्रिण्टिङ्ग् मिस्टेक् प्रिण्टिङ्ग् मिस्टेक् अथवा न जानामि भगिनि. अत्र अनुरूपाम् इति तत्र यथा वयं जानीमः समासे अव्ययीभावसमासे ह्रस्वत्वं भवति खलु, यदि अनुरूपा इति अस्ति चेदपि ह्रस्वत्वं भवति, अतः अदन्तं भवति, अतः अम् इति योजयामः, अनुरूपम् इति एव भवति अव्ययीभावसमासः. अस्तु, अग्रे वाक्यानि पठतु. एतानि सर्वाणि अव्ययीभावसमासस्य उदाहरणानि. अव्ययीभावसमासे पूर्वपदार्थे पदार्थः प्रधानः, पूर्वपदार्थः प्रधानः. अत्र समस्तपदे पूर्वपदं प्रायः अव्ययमेव भवति. अस्तु, विग्रहवाक्ये तस्य अर्थः निर्दिष्टः भवति. विभक्त्यर्थादिषु वर्तमानम् अव्ययं सुबन्तेन समस्यते. तावत् वदतु. अत्र एतानि वाक्यानि वाक्यान् समास उदाहरणानि समास उदाहरणानि दीयन्ते. ते अत्र अव्ययीभावसमासे पूर्वपदार्थः एव प्रधानः अस्ति. समस्तपदे पूर्वपदम् प्रायः अव्ययमी भवति. समस्तपदम् उच्चारणेन पूर्वपदं प्रायः अव्ययः एव तिष्ठति इति. अव्ययः एव तथैव अधि उपा निर् निर् अनु एतानि. विग्रहवाक्ये तस्य अर्थः निर्दिष्टते ते चेत् अत्र एतद् समस्तपदस्य अर्थं किम् इति विग्रहवाक्ये निर्दिष्टति. इत्युक्ते अत्र यथा जानीमः समस्तपदे यानि पदानि सन्ति तानि एव पदानि विग्रहवाक्ये न भवन्ति, अतः एव नित्यसमासः इति उच्यते. इत्युक्ते तत्र अधिहरि इति समासः अस्ति चेत् तत्र विग्रहवाक्ये अधिहरि इति पदयोः प्रयोगः नास्ति, परन्तु अधि इति सप्तमी अर्थे अस्ति, अतः हरौ इति तादृशविग्रहवाक्यं सर्वत्र पश्यामः चेत् विग्रहवाक्यं भिन्नम् अस्ति, समस्तपदं भिन्नम् अस्ति, अत्र समानपदानां प्रयोगः नास्ति. अत्र कानि कानि सप्तमी अस्ति, कानि कानि एकवचन ऐ मीन् प्रथमाविभक्ति अस्ति, शक्तिं तु प्रथमाविभक्ति अस्ति न शक्तिमिति. हा हा, अत्र विग्रहवाक्ये यतः विग्रहवाक्ये समीचीनं भगिनि, विग्रहवाक्ये कुत्रचित् सप्तमीविभक्तौ अस्ति, सप्तमीविभक्तिः अधिकरणार्थे अस्ति इति कृत्वा हरौ इति वदामः, यतोहि हरौ इत्युक्ते अधिकरणस्य अर्थबोधः भवतु इति कृत्वा सप्तमीविभक्तेः प्रयोगः. परन्तु यत्र समीपार्थे तत्र शम्भोः समीपम् इति तत्र षष्टिविभक्तेः प्रयोगः, अपि च तत्र मक्षिकाणाम् अभावः तत्रापि षष्टिविभक्तेः प्रयोगः, शक्तिम् अनतिक्रम्य तत्र द्वितीयविभक्तेः प्रयोगः, बलम् अनतिक्रम्य द्वितीयविभक्तेः प्रयोगः. हा, विभक्तेः परिवर्तनमस्ति विग्रह तत्र अर्थबोधार्थम् अस्तु. अग्रे पद्मावर्णी पठतु. आं भगिनि, विभक्त्यर्थे विभक्त्यर्थे हरौ इति अधिहरि, आत्मनि इति आध्यात्मम्. अत्र अधि पूर्वपदे आगच्छति, सुबन्तपदं सप्तमी विभक्तौ अस्ति, अधिहरि इत्येव आत्मनि इति आध्यात्मम्. समीचीनं भगिनि. अस्तु, अग्रे राजेन्द्रमहोदय पठतु. आम् आं भगिनि, भगिनि एकः प्रश्नः अस्ति, यदा विभक्ति अर्थे तत् हरोः इति आत्मनि इति तत् सर्वदा सप्तमी विभक्त्यामेव अस्ति वा तत् अधि अधि इति अव्ययं सप्तमी अर्थे एव अस्ति, अतः एव विग्रहवाक्ये सप्तमीभक्तेः प्रयोगः. यत् अधिकरणम् इति अर्थबोधः जायते खलु, अतः तत्र अधि इति अधिकरणार्थे अस्ति, आधारार्थे अस्ति, यतोहि हरिः एव आधारः अस्ति, लोकस्य आधारः हरिः, अतः हरौ इति. अस्तु, सामीप्य अर्थे शम्भोः समीपम् उपशम्भु, राधायाः समीपम् उपराधम्. अत्र शम्भोः समीपम् अत्र उकारान्त शब्दः अस्ति, तत् सुतं भवति शम्भु शम्भु उपशम्भु, अत्र किमपि अहं न योजयामः अस्मिन् स्थितियां, केवलं यदा अकारान्त शब्दः अस्ति तदेव अहं योजयामः. राधायाः समीपं राधा राधा प्रातिपदिकमस्ति, उप तत्र आकारात् अपगच्छति, अहं योजयामः उपराधं समस्तपद. अस्तु, अग्रे महोदय अग्रे पठामि. अग्रे पठतु. अर्थ अभावार्थे मक्षिकाणाम् अभावः, निर्मक्षिकं यत्र अभावार्थे समासः भवति तत्र निर् पदस्य प्रयोजयामः तत्र मक्षिकाणाम् अभावः इत्युक्ते निर्मक्षिकम्. अत्रापि मक्षिका निर्मक्षिका आकारान् शब्दः अस्ति, आकारान्त् अपगच्छति, ह्रस्वाकारः तत्र तिष्ठति, तदनन्तरम् अं योजयामः निर्मक्षिकं, तत्र समस्तपदं भवति. समीचीनं महोदय, स्पष्टं खलु एतावता? अस्तु, समीचीनम्. अग्रे सावित्री भगिनी. एकमस्ति, तत् सर्वे मनसि तिष्ठति चेत् सम्यक् अस्ति, नास्ति न तिष्ठति चेत् सम्यक् न. मनसि मनसि स्थापनीयं चेत् किञ्चित् प्रयासः करणीयः भगिनि, प्रयासः करणीयः. प्रयासः न क्रियते चेत् मनसि किमपि न तिष्ठति, यत्किमपि भवतु. यदि रैम्स् इति वदामः चेत् बालावस्थायाम् अथवा यत्र कुत्रापि रैम्स् इति वक्तुम् इच्छामः चेत् पुनः पुनः वदामः, तदा एव मनसि तिष्ठति खलु. एवमेव अत्रापि पुनः पुनः पठनीयः, पुनः पुनः लेखनीयः, तदा एव मनसि तिष्ठति, नो चेत् न तिष्ठति. अस्तु, मया अधुना गन्तव्यं, दशवादने कार्यमस्ति अतः. अस्तु अस्तु, चिन्ता नास्ति महोदय. अस्तु, अग्रे सावित्री भगिनी पठतु. रूपस्य योग्यम् अनुरूपम्. अनु इति शब्दस्य पश्चात् इति योग्यम् इति अपि अर्थः दृश्यते. अतः अत्र विग्रहवाक्यमस्ति, रूपस्य योग्यं, तत् समस्तपदम् अनुरूपं. रूप इति प्रातिपदिकमस्ति, तस्य अदि अदन्ताः अदन्ताशब्दाः इति कारणात् तस्य अम् इति रूपं भवति. अतः अनुरूपम् इति समस्तपदम् अव्ययीभावसमासे. अग्रे पदार्थान् पदार्थान् अतिवृत्यर्थे इत्युक्ते शक्तिम् अनतिक्रम्य. पदार्थान् इति पदार्थान् इति नास्ति, पदार्थ अनतिवृत्यर्थे अनतिक्रम्य, तदेव पदार्थ अनतिक्रम्य इति एव, तदेव शक्तिम् अतिक्रम्य यथा शक्ति. एतदपि इकारान्तशब्दः अस्ति, अम् इति न भवति. तस्य अर्थः तु शक्तिम् अनतिक्रम्य इत्युक्ते यावत् शक्ति इति, तस्य अतिक्रम्य नास्ति अनतिक्रम्य इति तस्य अर्थः अस्ति. अतः यथा शक्ति इति समस्तरूपम्. समीचीनम्. अग्रे बलम् अनतिक्रम्य यथा बलम्. बलम् इति शब्दस्यापि प्रातिपदिकमस्ति, बल इति रूपमस्ति, तदपि अकारान्तम् अस्ति, अदन्तः अस्ति इति कारणात् अम् इति तत्र रूपं भवति. अतः यथा बलं, बलम् अनतिक्रम्य इति तत्र विग्रहवाक्यमस्ति, यथा बलम् इति समस्तपदमस्ति. अतिक्रम्य इति वदनेन अर्थं किम् इति इङ्ग्लिश्? अनतिक्रम्य इत्युक्ते काङ्ग्रुइटि, काङ्ग्रुइटि अर्थैकत्वम्. ओके, अस्तु अस्तु अस्तु अस्तु. अग्रे अत्र अरुणा भगिनी पठतु. अरुणा भगिनी अस्ति वा? क्षम्यताम्, बलम् अनतिक्रम्य तदभवत् भगिनि. अग्रे उचितेन पदेन, उचितेन पदेन रिक्तस्थानां पूरयत. विज्ञानं, विज्ञानाम् अभावः निर्विघ्नं. निर्विघ्न आकारान्त पुंलिङ्गशब्दः, आकारान्त पुंलिङ्गशब्दः, ततः अतः आस्थाने आम् आगच्छति. निर्विघ्नम् इति समस्तपदं भवति. अस्तु, समीचीनं. अभावार्थे अर्थाभाव, अर्थभावार्थे समस्तपदम्. सत्यम् इत्युक्ते तत्र विघ्नानाम् अभावः इति अभावार्थे अस्ति, अर्थाभावार्थे. अतः तत्र निर् इति अव्ययस्य प्रयोगः, निर्योगः विघ्न, विघ्न इति ह्रस्वकारान्तः एव अस्ति, अतः अम् इति योजयामः निर्विघ्नम् इति समासः. अस्तु, अग्रे पद्मा भगिनी वदतु. आं भगिनि, यथा कालं समस्तपदम् अस्ति अत्र कालस्य अनित्यक्रम्य अत्र अनतिक्रम्य अस्ति चेत् द्वितीयविभक्तेः प्रयोगः खलु यथा उदाहरणे शक्तिम् अनतिक्रम्य कालम् अनतिक्रम्य कालम् अनतिक्रम्य यथा कालम् अस्तु समीचीनम् अग्रे पुष्पा भगिनि भागम् अनतिक्रम्य यथा भागम् तर्हि तत्र किं भवति अत्र भागं तु द्वितीयविभक्ति न भागम् अत्र अत्र सत्यं विग्रहवाक्ये अस्ति सत्यं यथा भागं तत् पदार्थ अनतिक्रम अनतिवृत्त्यर्थे आगच्छति समीचीनं सम्यक् समीचीनं भाग इति अकारान्तः ह्रस्वकारान्तः एव अस्ति अतः अम् इति योजयामः तदपि वक्तव्यं खलु कथम् आगतम् इति वक्तव्यम् अस्तु अग्रे पूर्णेन्दु महोदय भित्तेः समीपम् उपभित्ति इत्युक्ते समीपार्थे उप इति अभ्यासप्रयोगं क्रियते भित्तिः ईकारान्तप्रातिपदिकं तस्य ह्रस्वतम एतत् ह्रस्व ईकारान्तप्रातिपदिकमेव अस्ति इति कारणेन तथैव भवति समस्तपदम् उपभित्ति इति भवति सत्यं सत्यं समीचीनं महोदय सत्यं भित्ति इति इकारान्तपदमस्ति ह्रस्वः एव अस्ति अतः किमपि नास्ति कार्यम् उपभित्ति इति एव रूपं समीचीनम् अग्रे हा क्षम्यता उपभिभिति पञ्चमी तृतीया भिन्नरू विकल्पेन भिन्नरू सप्तमी तृतीयसप्तमी विपरीत विकल्पेन रूपं भिन्नं भवति वा सत्यम् अत्र न समीचीनः प्रश्नः केवलं यत्र ह्रस्वकारान्तः अस्ति तत्र एव भिन्नरूपं ह्रस्वकारान्तः यत्र उत्तरपदस्य अन्ते ह्रस्वकारान्तः अस्ति तत्रैव विकल्पेन भिन्नरूपं भवति यत्र ईकारान्तः अस्ति तत्र सर्वासु विभक्तिषु उपभित्ति इति एव रूपं धन्यवादः अत्र परिवर्तनं किमपि नास्ति अस्तु राजेन्द्रमहोदय अस्ति वा सः अपि गतवान् अस्तु अरुणभगिनी भवती एव करोतु उपनगरं विग्रहवाक्यं नगरस्य समीपम् उपनगरम् इत्यपि समीप्यार्थे समासः नगरहकारान्तशब्दः ततः अम् आगच्छति उपनगरं रूपं अस्तु समीचीनं सावित्री मासे प्रतिमासम् इति रूपं भवति सत्यं मास इति अकारान्तः ह्रस्वकारान्तः अस्ति अतः अम् इति रूपं भवति सत्यं प्रतिमासम् इति रूपम् अस्तु समीचीनम् अस्तु अग्रे पद्मा भगिनी अत्र राष्ट्रे सति राष्ट्रम् अत्र वस्तुतः मासम् इति वक्तव्यं उपरि अपि मासम् इति वक्तव्यं चेत् दोषः इति चिन्तितम् पूर्वतवती द्वितीयविभक्तौ अस्ति राष्ट्रं प्रति राष्ट्रम् राष्ट्र इति अकारान्तशब्दः अस्ति, अतः अम् योजयामः खलु, योजयामः प्रतिराष्ट्रं, प्रतिराष्ट्रम् अस्तु। अग्रे पुष्पभगिनी, अग्रे इदानीम् अत्र अव्ययीभावसमासः इति विषयः समाप्तः, अधुना समग्रचिन्तनं एतावता यद्यद् अस्माभिः अधीतमासीत् भिन्नभिन्नसमासः समासान् विषये अस्माभिः पठितवन्तः, अत्र उदाहरणानि सन्ति, समग्रचिन्तनमस्ति। अग्रे पुष्पा भगिनी। आं भगिनि, अत्र कानिचन चित्राणि वर्तन्ते, मञ्जूषायां प्रदत्तं सम्बन्धपदं चित्वा यथोदाहरणं समासोल्लेखं कुरुता, समास उल्लेखं कुरुता। रामायणकाव्यं, रामायणकाव्यम् अत्र न, रामायणकाव्यं नास्ति अत्र, प्रथमं चित्रं किं पश्यतु। सूर्यस्य उदयं तिष्ठति, सूर्योदयः इति, षष्ठी तत्पुरुषः। विग्रहवाक्यं कथं? सूर्यस्य उदयः, सूर्यस्य उदयः इति अस्ति। अस्तु, समीचीनं भगिनि, अग्रे करोतु। अग्रे गणेशस्य गजाननस्य चित्रं दत्तं, तत्र गज इव आननः, गज इव आननः न भगिनि, समासः कः? समासः गजाननः, कीदृशसमासः, कीदृशसमासः गज इव, तत्तु बहुव्रीहि समासः, बहुव्रीहि इव, तत्तु द्रष्टव्यं भगिनि। अस्तु अस्तु, चिन्ता नास्ति, अत्र कोऽपि साहाय्यं करोतु। करंधारीसमासः अस्ति भगिनि, न अत्र बहुव्रीहिसमासः अस्ति महोदय, बहुव्रीहि गज इव आननं, तत्तु शरीरस्य विषये वदति न, तत् समासः, न शरीरस्य विषये नास्ति अत्र, अत्र अत्र कस्य तुलना केन सह भवति इति प्रश्नः अस्ति। अरविन्दम् इदम् अत्र गणेशः अस्ति खलु, गजाननः गणेशः इति अस्ति, गणेशः गजाननः, एकक्षणं भगिनि, गजाननः गणेशः इति अस्ति, बहुव्रीहिसमासः इति स्पष्टं, तर्हि गणेशस्य आननं कथमस्ति? न गजः एव इति न भवति वा, कर्मधारः एव न भवति वा, न न गजाननः इति बहुव्रीहिसमासः, गजाननः गणेशः बहुव्रीहिसमासः, अत्र समासस्य विग्रहवाक्यं कथं भवति? गज एव आननम् इति वक्तुमिच्छति वा, इव इव भवितुम् अर्हति वा, इव वा एव वा, इव न, परन्तु आननम् इति, आननम् इति पदं नपुंसकलिङ्गे अस्ति खलु, अत्र किम् अस्ति? गज आननम् एव आननमयस्य सः गजानन नपुंसकलिङ्गे अस्ति, अत्र गजाननः इति अस्ति खलु, तेन अवगम्यते बहुव्रीहिसमासः इति, गजः गजः इति, अरुणा भगिनी वदतु, गज आननं यस्य सः गजाननः, न गज आननं यस्य सः इति नास्ति, न गजाननं यस्य सः इति नास्ति, अत्र तु वस्तुतः उपमानपूर्वपद बहुव्रीहिसमासः अस्ति, इत्युक्ते अत्र विग्रहवाक्यम् अस्माभिः दृष्टमेव, गजस्य आननम् इव आननं यस्य सः, इत्युक्ते गजस्य आननम् इव आननं यस्य सः इति गजाननः, गजस्य आननम् इव गजस्य आननम् इव, इत्युक्ते गणेशस्य आननं कथम् अस्ति, गजस्य आननमिव अस्ति, अत्र अत्र इव अपि नास्ति, एव एव किल, न इव इदानीं किमपि बृहदाकारः अस्ति चेत् तदनस्ति वा, इव इति एव तत्र उपमानपूर्वपदम् इति अस्ति चेत् तत्र इव इति एव अस्ति बहुव्रीहिसमासे एव इति तत्र तादृश अवधारणार्थं किमपि नास्ति खलु इव गजस्य आननं इव आननं यस्य सः इत्येव तत्र पुस्तकेषु पश्यामः चेत् तथैव इव इति शब्दस्य एव प्रयोगः एव इत्यस्य कुत्रापि न दृष्टं भवती दृष्टवती वा भवती दृष्टवती वा भगिनि सावित्री भगिनि न दृष्टं भवितुम् अर्हति वा इति आसीत् हा अत्र सन्धिपुस्तकेषु सर्वत्र पश्यामः चेत् गजाननं इव आननं गजाननम् इव आननं यस्य सः इत्युक्ते गजाननं इव आननं इत्युक्ते गजस्य आननं इव आननं यस्य सः तथापि वक्तुं शक्यते गजस्य आननमिव आननं यस्य सः नो चेत् गजाननम् इव आननं यस्य सः तादृशम् अस्तु अग्रे राजेन्द्रमहोदय भवान् एव करोतु कुक्कुटमयूर्याव अत्र द्वन्द्वसमासः अस्ति भगिनि इतरेतर द्वन्द्वसमासः सत्यं विग्रहवाक्यं वदतु कुक्कुरः कुक्कुरश्च मयूरश्च च इति कुक्कुटः च मयूरः च न अत्र मयूरः इति तत्र लिङ्गं किं मयूरः इत्यस्य मयूरः इत्युक्ते पुल्लिङ्गं न अत्र समासस्य समासपदं कथमस्ति द्विवचने अस्ति द्विवचने कीदृशलिङ्गं किं तत्र समस्तपदस्य लिङ्गं समस्तपदस्य लिङ्गं पुल्लिङ्गमस्ति चेत् तत्र कथं भवति द्विवचनं रामः इति वदामः चेत् द्विवचने किं भवति रामौ इति भवति खलु अत्र मयूरौ इति अस्ति वा मयूर्यौ इति अस्ति खलु अतः अत्र मयूर इति शब्दः पुल्लिङ्गे नास्ति मयूरी स्त्रीलिङ्गे अस्ति कुक्कुटः च मयूरी चयूरी च अत्र किञ्चित् भ्रमः भवितुमर्हति यतोहि मयूर्यौ इति अस्ति तत्र पुल्लिङ्गे अस्ति वा इति किञ्चित् भ्रमः भवितुमर्हति परन्तु मयूरौ इति भवति न तु मयूर्यौ अतः तत्र स्त्रीलिङ्गे अस्ति इति ज्ञातुं शक्नुमः बहुव्रीहिसमासः न भवती कुत्र अस्ति कथं बहुव्रीः कुक्कुटमयूर्यौ महोदय उक्तवान् खलु द्वन्द्वः इति द्वन्द्वसमासः बहुव्रीहि नास्ति अस्तु अग्रे पूर्णेन्दुमहोदय वदति वा नकुलम् अहीनकुलम् इतरेतरद्वन्द्वसमासः परन्तु एकवचने किमर्थं दत्तमस्ति अहं न जानामि हा अत्र यदि इतरेतरद्वन्द्वसमासः अस्ति चेत् तत्र समस्तपदं कथं भवति द्विवचने भवति खलु द्विवचने भवति नकुलः नकुलः अहि नकुलौ इति भवेत् द्विवचने परन्तु अत्र तथा नास्ति इतरेतरद्वन्द्वः नास्ति अत्र कोऽपि वदतु पद्मा भगिनी वदतु समाहारद्वन्द्वसमासः अस्ति जाति विग्रहवाक्यं सम्यक्तया वदतु अहिश्च नकुलश्च अनयोः अनयोः समाहारः अहिश्च नकुलश्च अनयोः समाहारः समाहारः अत्र समाहारद्वन्द्वः अस्ति महोदय न तु इतरेतरद्वन्द्वः यतोहि अत्र अत्र एकवचने अस्ति खलु अहि नकुलम् इति एकवचने अस्ति समूहार्थे अस्ति यत्र जातिवैर्यम् अस्ति अहिः इत्युक्ते सर्पः नकुलः तयोः जातिवैर्यम् अस्ति अतः अत्र समाहारद्वन्द्वः एव नित्यरूपेण विधीयते अत्र इतरेतरे द्वन्द्वः न भवितुम् अर्हति. समाहारः एव भवति नित्यरूपेण. अतः अहिनकुलम् अवगतम्. अस्तु अस्तु, अग्रे करोतु भवान् एव. अग्रिमं चित्रमस्ति नरसिंहं. नरसिंहः समासः कथं भवति न जानामि भगिनि. अस्तु अस्तु, चिन्ता नास्ति. अत्र सावित्री भगिनी वदतु. नरसिंहत्र ममापि संशयः एव अस्ति. कीदृशसमासः नरः सिंह न शक्नोमि भगिनि. अस्तु अन्य अत्र कोऽपि पद्मा भगिनी वदतु. अत्र मम द्वे समासाः इति नरेषु सिंहः एक एक नरेषु सिंहः इति नरेषु सिंहः तस्य अर्थः कः? नरेषु प्रत्येक प्रत्येक नरः महान् तथा अर्थबोधः न भवति खलु. नरेषु सिंहः कथम् अजायते? नरश्च सिंहः इति नरस्य सिंहः इति कथं वा भवति? मृगश्च मृगश्च राजः इति इत्येव नरः. अत्र तु अत्र सर्वे सिंहाः सन्ति वा? अत्र सर्वे सिंहाः न सन्ति खलु. द्वन्द्वः भवति वा? द्वन्द्वसमासः द्वितीयपद्धति सिंह इव नरः. हा सिंह नरः सिंहः इव कीदृशसमासः? बहुव्रीहि कथं किन्तु उपमान उपमानपूर्वपद उपमा उपमानं किम् उपमेयं किम् इति वदतु एकवारम्. उपमानम् अत्र सिंहम् अस्ति, उपमेयं नरः अस्ति. अत्र उपमानं कुत्र अस्ति? उत्तरपदं वा पूर्वपदं वा? उत्तरपदे अस्ति. विशेषण विशेषण उत्तरपदकर्मधारी न विशेषण उत्तरपदं तथा उपमानोत्तरपदकर्मधारयः उपमान उत्तरपद कर्मधारयः. उपमानोत्तरकर्मधारयः नरः सिंहः इव नरसिंहः इति. नरः सिंहः इव अस्ति यः अत्र नरसिंहः नरः एव, परन्तु तस्य आकारः सिंहः इव अस्ति, अतः नरसिंहः. अस्तु अग्रे अत्र अरुणा भगिनी अग्रे करोतु. नदी उपनदी इति अहं मन्ये. कीदृशसमासः? अव्ययभावसमासः. विग्रहः किं किञ्चित् उच्चैः वदतु भगिनि, न श्रूयते. नद्येः समीपं न नद्येः इति कीदृशरूपमस्ति? नदीशब्दस्य नदी इति स्त्रीलिङ्गशब्दः अस्ति खलु. नद्यायां न नद्याः नद्याः षष्टिविभक्तमस्ति खलु. नद्याः षष्टिविभक्ति नद्याः समीपं समीपे समीपम् उपनदी. अत्र किं भवति समासे? नदी एकारान्त दीर्घ एकारान्तशब्दः ह्रस्व भवति. नदी उपनदी इति भवति. सत्यं सत्यं. तर्हि उपनदी इति ह्रस्व इकारान्तपदं भवति. दीर्घ इकारस्य ह्रस्वत्वं भूत्वा उपनदी इति सर्वासु विभक्तिषु समानरूपम् उपनदी इति. अत्र किमपि विकल्पः वैकल्पिकरूपः किमपि नास्ति. अत्र उपनदी इति एकमेव रूपम्. इदानीं तादृशं स्वीकुर्मः. अस्तु अग्रे पुष्पा भगिनी वदतु. भगिनि अत्र कृष्णार्जुनौ कृष्णार्जुनौ कृष्णश्च अर्जुनश्च कीदृशतमासः बहुव्रीहिसमासः कथं बहुव्रीहिसमासः अन्यपदार्थस्य प्राधान्यमस्ति वा न द्वन्द्वः न द्वन्द्वः एव इतरेतर योगद्वन्द्वः द्विवचने अस्ति खलु कृष्णार्जुनौ इति अस्तु अग्रे पूर्णेन्दुमहोदय वदतु अग्रिमं चित्रमस्ति पार्वती पार्वती परमेश्वरौ पार्वती च परमेश्वरश्च पार्वती परमेश्वरौ इतरेतरद्वन्द्वसमासः बहु समीचीनं पार्वती च परमेश्वरश्च पार्वती परमेश्वरौ अस्तु समीचीनं अस्तु अग्रे राजेन्द्रमहोदय आं भगिनि अत्र रामायणकाव्यम् अत्र चिन्तयामि अत्र रामायणं काव्यम् इति अत्र स्मृतवान् सर्वं भगिनि अस्तु चिन्ता नास्ति महोदय चिन्ता नास्ति अन्य कोऽपि साहाय्यं करोतु रामायणम् इति काव्यम्पद हा सम्भावनापूर्वपदकर्मधारयः अत्र रामायणम् इति नामपदमस्ति नामपदमस्ति संज्ञापदमस्ति संज्ञापदमस्ति तत्र बहवः बहूनि काव्यानि सन्ति तेषु काव्येषु रामायणम् इति एकं काव्यम् अतः रामायणम् इति काव्यं सम्भावनापूर्वपदकर्मधारयः समीचीनम् अस्तु अत्र पुनः अत्र अभ्यासः अहं किं वदामि इति चेत् वाक्यानि गृहपाठः आसीत् खलु वाक्यद्वयम् अथवा वाक्यत्रयं स्वीकृत्य तत्र स्वस्य वाक्यं क्रियते चेत् तत्र इतोपि स्पष्टता भवति अतः प्रत्येकं समासस्य विषये वाक्यद्वयम् अथवा वाक्यत्रयं रचयन्तु अस्तु नो चेत् विस्मरणमेव भवति अत्र नरसिंहः इत्यत्र नरः सिंहः इव व्यवहरति इति वक्तुं न शक्नुमः वा अत्र नरसिंहः अर्धभागः सिंहः एव अस्ति वस्तुतः तु सिंहः इव व्यवहरति इति तदा तदेव व्यवहरति इति अस्ति परन्तु तत्र अर्धभागः नरशरीरमस्ति अर्धभागः सिंहशरीरमस्ति अतः समासरूपेण कथं वक्तुं शक्यते इति चेत् तत्र नरसिंहः इव व्यवहरति इति तत्र सामान्यवाक्यरूपेण वक्तुमिच्छति चेत् तथा वक्तुं शक्नोति परन्तु नरसिंहः इति समासः अस्ति खलु हा तमपि तदेव वदामः किल सः नरः किन्तु किमपि गम्भीरेण एवं वदति व्यवहरति इति यदि वदामः तर्हि तमपि नरसिंहः इव सः व्यवहरति इति प्रयोगः हा तद् सत्यं तथा वक्तुं शक्यते परन्तु तत्र समासः कः इति चेत् उपमान उत्तरपदसमासः यतोहि उपमानपदम् उत्तरपदे अस्ति अतः नरः सिंहः इव इति एव विग्रहः तस्य विवरणं कथमपि वक्तुम् इच्छति भवति अत्र कथमपि वक्तुं शक्नोति अत्र सामान्यनरः सिंहः इव व्यवहरति इति वक्तुम् इच्छति नरसिंहः सः इति बालकः नरसिंहः इव अस्ति इति वक्तुं इच्छति चेत् सम्यक् एव परन्तु विग्रहवाक्यं तु नरः सिंहः इव इत्येव अत्रापि तदेव विग्रहवाक्यं तदेव ओके अस्तु सर्वत्र तथैव नरः सिंहः इव इत्येव विग्रहवाक्यं यः कोऽपि भवतु विष्णुः भवतु अथवा अन्य कोऽपि भवतु तदेव अवतारं चेदपि प्रायः अवतारः अपि तदेव स्यात् तदेव तदेव अत्र न युज्यते वा इति आसीत् युज्यते एव अत्र तु नरः सिंहः एव उत्तरपदम् इति बहु प्रसिद्ध उदाहरणमस्ति नरसिंहः इति उपमान उत्तरपदकर्मधारयस्य विशिष्ट उदाहरणमस्ति अत्र. अस्तु अग्रे अत्र अधुना का उक्तवती? अरुणा भगिनी खलु? न का उक्तवती अधुना? सुब्रह्मण्य सुब्रह्मण्य बालसुब्रह्मण्य उक्तवती. बालसुब्रह्मण्य महोदय एव नास्ति. अस्तु राजेन्द्रमहोदय उक्तवान् प्रायः. अस्तु अत्र अग्रे अग्रे सावित्री भगिनी वदतु. अन्यः अभ्यासः अस्ति तदेव. मञ्जूषायां विद्यमानानि पदानि तत् समासस्तम्भे लिखत. तत्तत् समासस्तम्भे लिखत. अत्र किं किम् अत्र भगिनी प्रायः अत्र स्थगयामः. स्थगयामः सर्वे गृहपाठरूपेण एतम् अभ्यासं कुर्वन्तु. अस्तु विग्रहवाक्यं किम् अत्र कीदृशसमासः इति लिखन्तु. अग्रिमसप्ताहे परिशीलयामः. अपि च तत्र अहम् एकं प्रष्टुम् इच्छामि. अग्रिमसप्ताहे प्रायः एतत् सर्वं समापिष्यते. तर्हि अत्र प्रश्नः अस्ति, समाससूत्राणि पठितुम् इच्छन्ति वा इति प्रश्नः. बहूनि सूत्राणि सन्ति अत्र. पठामः चेत् तत्र स्पष्टता एव भवति, प्रक्रियायाः स्पष्टता अपि भवति. पठितुम् इच्छन्ति चेत् वयं पठामः, मिलित्वा पठामः. सूत्राणि सर्वाणि आवश्यकानि वा पश्यामः. एकवारं पठामः अत्र विशेषसूत्राणि पठामः, अवगच्छामः. अन्यानि सूत्राणि एकवारं पठामः, अवगच्छामः चेत् सम्यक् एव. नो चेत् तत्र विशिष्टसूत्रस्य विषये एव अवधानं भवेत्. अस्तु समासप्रकरणं पठितुम् इच्छन्ति वा? सर्वे इच्छन्ति चेदेव पाठयामि, नो चेत् न पाठयामि. अस्तु अस्तु अस्तु. तर्हि अग्रिमसप्ताहे ततः तत्र पठामः. अत्र समयः अपि अभवत्. सर्वे गृहपाठरूपेण एतम् अभ्यासं कुर्वन्तु. अपि च अत्र वाक्यानि रचयन्तु. अग्रे पुस्तकं भिन्नं भवति वा? दीक्षित् महाभागायाः पुस्तकम् आनेतव्यं वा? एतत् न पुस्तकं नास्ति. अत्र अत्र करपत्रं प्रेषयामि. प्रेषयतु. किं लक्ष्मी भगिनी? किं लक्ष्मी भगिनी किं सूत्राणि कोऽपि सूत्राणि प्रेष समासपुस्तकस्य? न तत् नास्ति. तद् नास्ति. अत्र सूत्राणां विवरणं तदहं प्रेषयामि. पठामः पुनः तत्र आरम्भतः पठामः. तत्र समासस्य परिचयः अपि च प्रक्रिया कथं भवति समासे इति सर्वं पठामः. सूत्राणि कथं सर्वं पठामः. तेन इतोपि स्पष्टता भविष्यति. तत्तु सत्यमेव, स्पष्टता भविष्यति. अपि च अत्र सूत्रं स्मरामः चेत् तत्र इतोपि सौलभ्यं भवति, कुत्र किं भवति इति अपि अवगन्तुं शक्नुमः. अस्तु तर्हि धन्यवादः. तर्हि धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः.